नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। इदानीं स्वादिगणः इति विषयः अस्ति, तत्र अभ्यासः प्रवर्तमानः अस्ति। तत्र द्वि इत्यस्मात् अभ्यासः आरभ्यते। इतः अग्रे जयलक्ष्मीभगिनी तत्र अभ्यासं कारयति। अस्तु अस्तु, तर्हि भगिनी कृपया। आं भगिनि, नमस्ते। अभ्यासः प्रचलन् अस्ति, अत्र उकारान्तधातवः इति अग्रे धातवः दत्तवन्तः। अत्र द्वीं कम्पने इति प्रथमः धातुः। कोऽपि वक्तुमिच्छति वा तस्य रूपाणि? धुनु इति अङ्गमस्ति, केवलं रूपाणि एव स्मारयितुं शक्यते इति चिन्तयामि। अस्तु, विजयलक्ष्मी भगिनी वक्तुं कः? उषा भगिनी, कृपया वदतु भगिनि। उत्तरः भगिनि, ध्वि कम्पने, धू इति धातु, धुनु इति अङ्गं, परस्मैपदी वदामि वा? अस्तु भगिनि, कृपया वदतु। धुनोति, धुनोति धुनुतः धुन्वन्ति, धुनोषि धुनुतः धुनुत, धुनोमि धुनुवः धुन्वः, धुनुमः धुन्मः, लटीरूपं, लोटीरूपाणि, लोटीरूपाणि, धुतामन्तु, धुनोतु धुनुतां, धुन्वन्तु धुनु धुनुतं। द्वयमस्ति खलु प्रथमपुरुषे? आम् आम्, धुनोतु धुनुतात्, आम् धुनुतात्, आम् धुनोतु धुनुतात्, धुनुतां धुन्वन्तु, मध्यमपुरुष, धुनु धुनुतात् धुनुतं धुनुत, धुनवानि धुनवाव धुनवाम, लोटीरूपाणि, लङ्गि लङ्गि, अधुनोत् अधुनोत् अधुनु अधुनुताम्, अधुन्वन् अधुन्वन्, अधुनोः अधुनुतम् अधुनुत, अधुनवम् अधुनुव अधुन्व, अधुनुम अधुन्म, लोटीरूपाणि, विधिलिङ्गीरूपाणि इति तां युयुः, नाट् इत् यात् धुनुयात् धुनुयात् धुनुयातां धुनुयुः, धुनुता धुनुयाः धुनुयातं धुनुयात्, धुनुयां धुनुयाव धुनुयाम, विधिलिङ्गिरूपाणि। आं समीचीनं भगिनि। लोटि मधिम्पुरुषे एकवचने किम् उक्तवती भगिनी? मया न लोटि मधिम्पुरुषे हि लोप, धू इति अजन्तधातु इत्यनेन, लटि लटि लटि वदामि वा? कृपया, धुनोति धुनुतः धुन्वन्ति, मध्यमपुरुषे एकवचने, धुनोषि धुनुतः धुनुत, धुनोमि धुन्वः धुनुवः धुन्मः धुनुमः। समीचीनं भगिनि, धन्यवादः भगिनि, धन्यवादः। इदानीम् आत्मनेपदीरूपम् अन्य कोऽपि वदेत् कः? इदानीं उमा भगिनी वक्तुमिच्छति वा? भगिनी उमा भगिनी अस्ति वा? विद्या भगिनी म्यूट् मध्ये भवतु। न श्रूयते प्रायः. भवतु, उमा भगिनी शृणोति वा, वक्तुम् इच्छति वा? कृपया धुनो, धुनु इति अङ्गं तस्य आत्मनेपथ्यरूपाणि वदति वा? वदामि. धुनुते, धुनुवाते, धुन्वते. किञ्चित् उच्चैः वदतु भगिनी, न श्रूयते. भगिनी न श्रूयते. अपि श्रूयते वा? इदानीमपि बहु शनैः श्रूयते. अपि श्रूयते वा? मेक्सिमम् अन्येषां कृते कथमस्ति सर्वे? न्यूनं परन्तु श्रोतुं शक्यते. किञ्चित् उच्चैः वक्तुं शक्यते वा भगिनि? नो चेत् समीपमागत्य वदतु, मैक् समीपमागत्य. वदन्ती अस्ति वा? धुनुते, धुनुवाते, धुनुते, धुनुवाते, धुनुवाते कथं भगिनि, पुनः चिन्तयतु. आते इति द्विवचनं, धुनुते, धुन्वाते, धुन्वते, धनुषे, बहुवचनरूपं किं? धनुषे, धुन्वाथे, चिन्तयतु. धुनुद्वे, खलु तदेव उक्तवती वा? न श्रूयते समीचीनतया. एकवचनं, एकवचने न धुन्वे, धुन्वे, धुनु, धुनुयोग ए धुन्वे, धुन्वे, धुन्वते, धुनुवते सन्ति, धुन्मते, धुनुमते. सन्ति कार्यमिति उक्तवती वा? वदामि न, अत्र रूपद्वयम् उक्तवती, समीचीनम्. अन्य किमपि उक्तवती वा? धुन्वहे, धुनुवहे, धुनुमहे, धुन्महे. समीचीनं. लोटि अपि, लोटि वदतु, ततः परम् अन्य कोऽपि वदेत्. न श्रूयते भगिनि. न, इतोपि चिन्तयतु. धुनुतां समीचीनं, धुन्वातां समीचीनं, बहुवचनरूपं, बहुवचनरूपं धुनु, धुनुतां, समीचीनं. एकवचनरूपं दुन्दे, न, तत्र केवलं गुणः एव सम्भवति, उवङ् आदेशः न भवति. न धुनु वै केवलं गुणकार्यं लोट्लकारे उत्तमपुरुषे पुरुषप्रत्ययेषु केवलं गुणकार्यम् अतः धुना वै न पुनः वदतु धुना वै न न गुणकार्यम् अस्ति खलु धुनवावहै धुनवामहै अत्र एचो यवायावः कार्यं कृत्वा अव् इति भवति धुनवावहै धुनवामहै समीचीनं वा समीचीनम् अस्तु अग्रे अन्य कोऽपि वदेत् विजयलक्ष्मी भगिनी वदति वा आं भगिनि कृपया लङ् लकाररूपम् आत्मनेपदं धुञ् धुञ् कम्पने इति धातु अत्र आडागमः भवति अधुनुत अधुन्वाताम् अधुन्वत अधुनुथाः अधुन्वथाम् अधुनुध्वम् अधुनुध्वम् अधुनुध्वम् अपि च ई वहि महि तत्र अधुन्वि तत्र रूपद्वयं सम्भवति अधुनु वहि अधुन्वहि अधुनुमहि अधुन्महि समीचीनं विधिलिङ्ग्लकारपि वदानि वा हा कृपया विधिलिङ्ग्लकारे ईत ईयताम् ईरन् इति अस्ति खलु धुन्वीत धुन्वीयाताम् धुन्वीरन् धुन्वीथाः धुन्वीयाताम् धुन्वीध्वम् धुन्वीय धुन्वीवहि धुन्वीमहि उत्तमं भगिनि अग्रिमधातुः अपि करोतु भगिनि अग्रिमधातु तुदु उपतापे तुदु उपतापे दुनोति इति वा रूपं केवलं परस्मदीरूपाणि सर्वाणि वदतु परस्मदीपदि एव अस्ति खलु सत्यम् अस्तु अत्र एकवारं तीतः अन्ति सीतः थ मी वहामः अस्तु अत्र किं भवति दुनोति इति वा टु इत्यस्य तु टु किम् आदिर्निटुडवः दुनोति एतत्तु सिम्पल् अस्ति दुनोति दुनुतः दुन्वति दुनोषि दुनुतः दुनुथ दुनोमि दुनुवः दुन्वः दुनुमः दुन्मः अग्रिमं लङ्लकारः खलु लोट् लोटि लोट् लोट् अग्रिमं लोट् अस्ति वा लोट् तत्र तात् इति आगच्छति तु तात् ताम् अन्तु इति दुनु दुनुतात् दुनोतु दुनोतु तु तात् ताम् दुनुताम् दुन्वन्तु दुनु पुनः दुनुतात् मध्यमपुरुषे किं भवति हि इत्यस्य लोपः भवति खलु तदेव उक्तवती खलु इदानीं दुनुतात् दुनु दुनु एव दुनु इति एकवारम् उक्तवती एवं वा न प्रायः दुनु दुनुतात् दुनुतं दुनुत दुनवाणी दुनवाव दुनवाम लङ् लङ्लकारे अधुनोत् अधुनुताम् अधुन्वन् अधुनोः अधुनुतम् अधुनुत अधुनवम् अधुनुव अधुन्व अधुनुम अधुन्म लिङ्लकारे दुनुयात् दुनुयातां दुनुयुः दुनुयाः दुनुयातं दुनियात दुनियां दुनियाव दुनियाम समीचीनं भगिनि धन्यवादः धन्यवादः अग्रिमधातुः अस्ति शून्य अपिशवे अहं वदामि हा कृपया वदतु कः का अस्ति सरस्वती भगिनी हा कृपया वदतु भगिनि सुञ् अभिषवे सु अस्ति धात्वादेः शः सः सः सु आगच्छति तदनन्तरं नु सुनु भवति अङ्गं परस्मैपदि लटि सुनोति सुनुतः सुन्वन्ति सुनोषि सुनुथः सुनुथ सुनोमि न श्रूयते वा सुनोमि सुन्वः सुनुवः सुन्मः सुन्नुमः लटि इदानीं लोटि सुनोतु सुनुतात् सुनुतां सुन्वन्तु सुनु सुनुतात् सुनुतं सुनुत सुनवानी सुनवाव सुनवाम श्रूयते न वा भगिनि श्रूयते अस्तु लङ्घि असुनोत् असुनुताम् असुन्वन् असुनोः असुनुतम् असुनुत असुनवम् असुनु व असुन्व असुनुम असुन्म विधिलिङ्गि विधिलिङ्गि सुनुयात् सुनुयातां युः सुनुयुः सुनुयाः सुनुयातं सुनुयात सुनुयां सुनुयाः सुनुयाम अस्तु उत्तमं समीचीनम् धन्यवादः ईग आत्मनेपदी अस्ति इदानीम् आत्मनेपदी अन्य कोऽपि वदेत् अस्तु शोभा भगिनी वक्तुमिच्छति वा आं भगिनि कृपया अस्तु सुनुते एव आत्मनेपदीरूपाणि आम् सुनुते सुन्वाते सुन्वते सुनुषे सुन्वाथे सुनुध्वे सुन्वे सुनुवहे सुन्वहे सुनुमहे सुन्महे लोट् लकारे सुनुतां सुन्वातां सुन्वतां सुनुष्वा सुन्वाथां सुन्वध्वम् उत्तमपुरुषे भगिनि मध्यमपुरुषरूपाणि पुनः वदतु भगिनि. सुनुष्व सुन्वाथां सुन्वा तत्र वकार सुन्वाथाम् इति भवति, किन्तु सुनुयोगः ध्वं सुनुध्वम् एव खलु इति सत्यं. सुनुध्वम् उत्तमपुरुषे गुणः, तर्हि सुनुयोगः ऐ सुनवै सुनवावहै सुनवामहै. उत्तमं. लङ्लकारे वदामि वा अग्रे? कृपया. सुनु असुनोत् न न असुनु असुनुत तत्र गुणः न कुत्रापि न भवति. असुनुयोगः त असुनुत अजादि असुन्वाताम् असुन्वत असुनुथाः असुन्वाथा असुनुध्वम् असुनुयोगः इ असुन्वि असुनु असुन्वहि असुनुवहि असुन्महि असुनुमहि. उत्तमम्. विधिलिङ्ग् गुणः न कुत्रापि. पुनः गुणयोगः ईता सुन्वीता सुन्वीयातां सुन्वीरन् सुन्वीथाः सुन्वीयाथां सुन्वीध्वं सुन्वीय सुन्वीवहि सुन्वीमहि इति भवति. उत्तमं भगिनि, समीचीनं, धन्यवादः. अग्रे सूर्यकुमारी भगिनी अग्रिम ऋकारान्तधातवः तेषु प्रथमः कृञ् हिंसायां कृ इति अस्ति खलु, तत् करोति वा? सूर्यकुमारी भगिनी अस्ति वा, वक्तुमिच्छति वा भगिनि? आमां कृपया. शृणोमि वा? हा श्रूयते. ओके. कृन् हिंसायां उभयपदिः कृत् अङ्गमस्ति कृणु, आत्मनेपदि कृणोति कृणुतः कृण्वन्ति, कृणोषि कृणुतः कृणुत, कृणोमि कृणुवः कृण्मः. अत्र रूपद्वयमस्ति खलु, कृण्वः कृणुवः कृण्मः कृणुमः. उत्तमं भगिनि. अग्रिम लोटि लोट् कृणोतु कृणुतात् कृणुतात् कृणुताम् शृण्वन्तु. कृणोतु कृणुतात् खलु, ततः परं कृणुतात् कृणुतात् अपि भवति. कृणुतां कृणुतां कृण्वन्तु. समीचीनं. मध्यमपुरुष कृणु कृणु एव कृणुतात् कृणुतात् कृणु इत्येव उक्तवती खलु भगिनि, कृणु. आम् आम्. उत्तमपुरुष कृण्वानि कृण्वाव कृणुवाव. पुनः पुनः वदतु भगिनि, चिन्तय. कृण्वानि कृण्वाव पुनः पुनः चिन्तयतु भगिनि. गुण भवति यचोयवायवः कृणो योगः आनि कृण्वानि कृणवाणि कृणवाणि वा कृणवाणि कृणवाणि कृणवाव कृणवाम. अत्र अग्रे नकारस्य नत्वं सम्भवति वा? अग्रिम आनि इत्यत्र कृणवाणि कृणवाणि भवति वा? पश्यतु. कृन्योगः नकार अस्ति न भवति न सम्भवति इति एव खलु नकार बाधित अस्ति कृनुयोगः तथा लङ्लकार अकृणु तत्र अन्यरूपाणि अपि वदतु भगिनि मध्यम क्षम्यताम् उत्तमपुरुषेषु कृणवाणि उक्तवती ततः परं कृणवाणि कृणवाव कृणवाम समीचीनं भगिनि लङ्लकारः अकृणु धातु अङ्गं क्षम्यताम् अकृन् अङ्गमस्ति अकृणोत् अकृणुताम् अकृण्वन् अकृण्वन् पुनः पुनः वदतु भगिनि रूपाणि अकृणोत् अकृणोत् अकृणुत् अकृणुताम् अकृण्वन् हा अकृण्वन् अकृण्वन् रैट् समीचीनम् उष्णुः यनादेशः अकृण्णः अकृण्णुः पुनः मध्यमपुरुषे एकवचने सकारः प्रत्ययः के अकृणोः गुण भवति भवतु अकृणोः अकृणोः समीचीनम् अकृणोः अकृणुतम् अकृणुत अकृवन् अकृवम् गुण भवति अकृ कृणो भवति कृणो यो अकृ अकृण्व अम् भवति अवभवति अकृवम् पश्यतु अकृणो कृवम् अकृणवम् खलु अकृणवं भवति वा समीचीनम् अकृणवं क्षम्यतां भगिनि अकृणवं समीचीनम् अकृणव अकार अकृणुव अकृण्व अकृणुम अकृण्म उत्तमम् उकारलोपः भवति समीचीनम् विधिलिङ्ग् कृणु अकृणु क्षम्यतां कृणुयात् कृणुयातां कृणुयात् कृणुयात् कृणुयातां कृणुयुः कृणुयाः कृणुयातां कृणुयात कृणुयां कृणुयाव कृणुयाम समीचीनं भगिनि धन्यवादः आत्मनेपदीरूपाणि अस्ति कः वदति मीना भगिनी वदति वा वदामि भगिनि कृञ् धातु तत्र उभयपति अस्ति कृञ्हिंसायां थे आथे अते से आते द्वे हे महे तत् कृञ् कृञ् इदानीम् अङ्गं श्रूयते भगिनि श्रूयते भगिनि अङ्गं किम् अस्ति कृ धातु कृ कृणु कृणु कृणुते कृणुते कृण्वाते कृण्वते कृणुषे तत्र कृणुषे आदेशप्रत्ययोः इति सूत्रेण कृणुषे कृण्वाथे कृणुद्वे कृण्वे कृणुवहे अथवा कृण्वहे कृणुमहे कृण्महे कृण्महे एकवचने किम् उक्तवती उत्तमपुरुषे एकवचने उत्तमपुरुषे कृण्वे कृष्णोः तत्र समीचीनं यणादेशः यणादेशः भवति कृणुयोगे समीचीनं लोट्लकारः लोट्लकारः समीचीनं लोट्लकारः वदामि वा कृपया वदतु कृणुतां ताताम् अथां ख्वातां द्वम् अयव आहवे ऐ आवहयामहे कृणु कृणुतां कृणुतां कृण्वातां कृण्वतां कृणुष्व कृण्वातां कृणुध्वं कृणौ ऐ तत्र सार्वधातुक अर्धजातिक कृणौ ऐ तत्र कृणौ कृणौ ऐ कृणौ ऐ कृणवै कृणवै एचोयावः भवति तत्र कृणव कृणवै तत्र कृणवै कृण्वावहै कृण्वामहे लोटि पुनः भगिनि तत्र पुनः चिन्तयतु भगिनि द्विवचने बहुवचने तत्रापि गुणः भवति खलु कृणवावहै कृणो आवहै तत्रापि सार्वधातुक कृणो आवहै कृणवावहै एचोयावः तत्र कृणवावहै कृणवामहै तदनन्तरं लङि कृणुत तादृशमेव अकृणुत अकृण्वाताम् अकृण्वत ताताम् अथ अकृणुताः अकृणुताः तादृशमेव अकृणुताः अकृणुताः अकृणु अकृण्वाताम् अत्र अकृङ्कूष्णुवोः यण् आदेशः भवति अकृण्वाताम् अकृणुध्वम् अकृणुध्वं समीचीनं वा अकृणुध्वम् अकृणुध्वम् अकृण्वि अकृण्वि तत्र हूष्णोः यण् आदेशः भवति अकृण्वि अकृण् अकृणुवहि अकृण्वहि अकृणुमहि अकृण्वहि लङि विदिलिङ् ईतय्या तामि रणि ईतहय्या तामि द्वम् ईवहीमहि कृण्वीत कृण्वीयातां कृण्वीरन् कृण्वीताः कृण्वीयातां कृण्वी द्वं कृण्वीय कृण्वीवहि कृण्वीमहि उत्तमं भगिनि समीचीनं धन्यवादः अग्रिमम् अग्रिमधातुः अस्ति ततः परं प्रीतौ विजया भगिनी वक्तुमिच्छति वा अग्रिमम् एकमेव रूपपरस्मैपतिरूपाणि वदति वा विजया भगिनी अस्ति वा आमाम् अस्मि अत्र लाक् चिन्ता नास्ति वदतु अस्तु वदामि अत्र अङ्गं वदतु रूपाणि वदतु अस्तु अत्र अस्तु प्रु अस्ति अत्र किमस्ति कृणोति इति भवति प्रथमपुरुषे एकवचनं कृणोति अङ्गं किम् अङ्गं किं प्रु एव खलु ति इति तिङ्प्रत्यय कृते अङ्गं किम् अस्ति अत्र स्वादिभ्यः स्नुः इति अस्ति, अत्र नु इति तिष्ठति खलु, कृ एव अत्र विकर्णप्रत्ययस्य योजनेन तिप् प्रत्ययस्य कृते अङ्गम् कृणु इति तिप्रतिं योजनेन कृणोति इति भवति खलु. अत्र अत्र धातु तु स्वादिभ्यः स्नुः इति दन्ते नकारः अस्ति, अत्र अटुकुप वाङ्नुं व्ययवायेपि इत्यनेन अत्र मूर्धन्य न अत्र किम् अस्ति महाप्राणनकारः भूत्वा कृणोति इति भवति. समीचीनं भवति वाभ्यामानपते खलु क्रू इति अस्ति, रेपः अस्ति रसाभ्यां नूनः समानपदे इत्यनेन एव अस्तु. अनन्तरम् अत्र कृणोति अग्नि क्षम्यतां रसाभ्यां वा रुवर्णात् रेफात् अनन्तरं नकारः अस्ति खलु, मध्ये किमपि बाधा नास्ति खलु. आम् परन्तु रसाभ्यामपि न भवति न, रेफ नास्ति न, अत्र ऋकार अस्ति न, रेफा ऋकारस्य समानत्वं स्वीकर करोति इति चिन्तयामि. वार्तिकमस्ति तत्र, वार्तिकमस्ति रेफस्य अपि च ऋकारस्य समानत्वं स्वीकृत्य अत्र रसाभ्यां नौनसमानपते इति एव स्वीक्रियते इति भावयामि. अत्र महाप्राणनकारः एव नत्वमेव समीचीनं, केन सूत्रेण इति भगिन्याः वार्तिकमस्ति रुवर्णा चेति वक्तव्यम् इति वार्तिकमेव अत्र कार्यं करोति. रुवर्णात् नस्य नत्वम् एवं भवति एव अहं चिन्तयामि, किमपि नत्वं वा वाच्यं वा किमपि अस्ति, परन्तु रुवर्णात् एवम् अस्ति वार्तिकम् अस्तु वाच्येन वार्तिकेन एव भवति नत्वं वाच्यम् इति अस्ति. धन्यवादः, समीचीनं, धन्यवादः भगिनी. विजया भगिनी अत्र कृणोति कृणुतः श्रूयते खलु, श्रूयते. अनन्तरम् अत्र अन्ति इति अस्ति कृण्वन्ति, अत्र शब्दमात्रमेव वा पदमात्रमेव वा अत्र सूत्राणि रूपाणि केवलं रूपाणि सूत्राणि कृणोषि कृणोषि अनन्तरम् अत्र कृणुत्थः कृणुत्थ कृणोमि कृणोमि अत्र रूपं शक्नुवन्ति इति तादृशं भवति. अत्र कृणुवः कृण्वः अनन्तरम् अत्र कृणुमः कृण्मः इति भवति. इदानीं लोट्लकारे लोट्लकारे तु तात् इति अस्ति, कृणोतु कृणुतात् अनन्तरं कृणुतां कृणुत न न अन्तु अस्ति कृणु अत्र अपि कृण्वन्तु इति भवति. अनन्तरम् अत्र कृणु कृणुतात् भवति कृणुतं कृणुत अनन्तरम् अत्र कृणवा कृणवाणी इति भवति कृणवाणी कृणवाव कृणवाव कृणवाम. अनन्तरं लङ् सर्वत्र अट् अडाकमक भवति, अतः टित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन प्राक् भवति, धातोः प्राक् अडाकमक भवति, अतः तत्र अपृणोत् अपृणोत् तकारः. अनन्तरम् अत्र ताम् अस्ति अपृणु अपृणुताम् अनन्तरम् अत्र अपृण्वन् इति भवति. अनन्तरम् अपृणोः ऋतुविसर्गो भूत्वा अपृणोः अपृणतम् अपृणत अनन्तरम् अपृणवम् अपृण अत्रापि रूपं द्वयं भवति अपृणुव अपृण्व अपृण्व. अनन्तरम् अत्र अपृणुम अपृण्म इति भवति. अनन्तरं विधिलङ्कारे सर्वत्र अपीत अस्ति अलाद् अपीत अतः किमपि कार्यं नास्ति एव पृणुयात् पृणुयातां पृणुयुः पृणुयाः पृणुयातं पृणुयात् पृणुयावं वा पृणुयाव पृणुयां पृणुयाव पृणुयाव इति भवति समीचीनमेव धन्यवादः समीचीनं धन्यवादः अग्रे स्पृ प्रीतिपालनयोः धातुः अनिमा भगिनी करोति वा आं भगिनि श्रूयते वा हा श्रूयते परस्मैपदी अस्ति अस्तु स्पृणोति स्पृणुतः स्पृण्वन्ति स्पृणोषि स्पृणुतः स्पृणुथ स्पृणोमि स्पृण्वः स्पृणुमः स्पृण्मः स्पृणुमः स्पृणोतु लोट्ल श्रूयते भगिनि न श्रूयते वा श्रूयते भगिनि अस्तु लोट्लकारे स्पृणोतु वदतु ओके स्पृणोतु स्पृणुतात् स्पृणुतां स्पृण्वन्तु स्पृणु स्पृणुतात् स्पृणुतं स्पृणुत स्पृणवाणि स्पृणवाव स्पृणवाम अस्पृणोत् अस्पृणुताम् अस्पृण्वन् अस्पृणोः अस्पृणुतम् अस्पृणुत अस्पृणवम् अस्पृण्व अस्पृणुम अस्पृण्म अस्पृणुम स्पृणुयात् स्पृणुयातां स्पृणुयुः स्पृणुयाः स्पृणुयातं स्पृणुयात स्पृणुयां स्पृणुयाव स्पृणुयाम उत्तमम् उत्तमं समीचीनं धन्यवादः सर्वे एकवारं कृतवन्तः कूपि न उक्तवन्तः कूपि अस्ति वा वास्ते महोदय वक्तुम् इच्छति वा भवती करोतु अहं करिष्यामि एक वास्तेव महोदय अस्ति भगिनी अहं न वक्तुम् इच्छामि केवलं शृणोमि अस्तु महोदय अस्तु अहं वदिष्यामि एकम् अग्रिमधातुः दृ हिंसायां दृ दृणु इति अङ्गम् अस्ति लटीरूपाणि दृणोति दृणुतः दृण्वन्ति दृणोषि दृणुधः दृणुथ दृणोमि दृणुवः दृण्वः दृणुमः दृण्मः रूपद्वयं लोटि दृणोतु दृणुतात् दृणुतां दृण्वन्तु दृणु दृणुतात् दृणुतं दृणुत दृणवाणि दृणवाव दृणवाम लङि अदृणोत् अदृणुताम् अदृण्वन् अदृणोः अदृणुतम् अदृणुत अदृणवम् अदृणुव अदृण्व अदृणुम अदृण्म विधिलिङ्गिरूपाणि दृणुयात् दृणुयातां दृणुयुः दृणुयाः दृणुयातां दृणुयात् दृणुयां दृणुयाव दृणुयाम परस्मैपदीरूपाणि एव सन्ति मध्यमपुरुषे पुनः एकवारं वदतु तत्र दोषः आसीत् कस्मिन् लकारे मध्यमपुरुषे दृणुयाः दृणुयातं दृणुयात दोषाय दृणुयातां दृणुयातं दृणुयात् क्षम्यताम् अग्रिमं कुर्मः इतोपि सन्ति खलु पुनः विजयलक्ष्मी भगिनी पुनः वदतु भगिनी स्त्रिण्य आच्छादनी स्पृणु इति अङ्गम् स्तृणोतु स्तृणुते रूपद्वयमपि अस्ति भगिनी वदन्ती अस्ति वा न श्रूयते न न अहं फस्ट् रूपाणि एकवारं दृष्ट्वा समानमेव यथा चिनोतु इति अस्ति समानमेव अस्ति सीतः अन्तु सीतः नि वः मह अस्तु स्तृणोति स्तृणुतः स्तृण्वन्ति स्तृणोषि स्तृणुतः स्तृणुथ स्तृणोमि स्तृणुवः स्तृण्वः स्तृणुमः स्तृण्मः अत्र तु चिन्तनमस्ति अग्रे किम् अस्ति लोटि तु ता ताम् अन्तु हि ता तं त आनि आव आम अत्र स्तृणुतात् स्तृणोतु स्तृणुतां स्तृण्वन्तु स्तृणु स्तृणुतात् पुनः स्तृणुतं स्तृणुत स्तृणवानि स्तृणवाव स्तृणवाम लङ्गी स्तृणोत् अस्तृणुताम् अस्तृण्वन् अस्तृणोः अस्तृणुतम् अस्तृणुत अस्तृणवम् अस्तृणुव अस्तृण्व अस्तृणुम अस्तृण्म लिङि शृणुयात् शृणुयातां शृणुयुः शृणुयाः शृणुयातं शृणुयात शृणुयां शृणुयाव शृणुयाम लिङि वेरि सिम्पल् सम्यक् लोटि लिङि रूपाणि वदति किम् उषा भगिनी वक्तुम् इच्छति वा भगिनी हा भगिनी स्तृण् स्तृणु इति अस्य आत्मनेपदीरूपाणि वदति वा अस्तु भगिनि स्तृणि आच्छादने स्तृणु इति अङ्गम् आत्मनेपदीरूपाणि लटि आत्मनेपति स्तृणुते स्तृणुते स्तृण्वाते स्तृण्वते स्तृणुषे स्तृण्वाथे स्तृण् स्तृणु स्तृणुद्वे उत्तमपुरुष स्तृण् स्तृण्वे द्विवचनं रूपद्वयं स्तृणुवहे स्तृण्वहे स्तृणुमहे स्तृण्महे लटिरूपाणि लोटिरूपाणि ताम् अतामतां स्तृणु स्तृणुतां स्तृण्वातां स्तृण्वतां स्तृणु स्तृणुष्व स्तृण्वाथां स्तृणुध्वम् अनन्तरम् ऐ आवहयामहे पित् स्तृण स्तृणवै स्तृणवावहै स्तृणवामहे एकवचनं एकवचनं स्तृणवै स्तृणवै स्तृण न वै या एचवायवावहै स्तृणवावहै स्तृणवामहै उत्तमं देन् लङ्गीरूपाणि अस्तृणुथ अस्तृण् वाताम् अस्तृण्वत अस्तृणुताः अस्तृणु अस्तृणु अस्तृण्वाताम् अस्तृणुध्वम् अस् देन् अत्र ईवहीमहि अस्तृण्वि अस्तृण्वि यण्सन्ति अस्तृण्वि यण्सन्ति नास्ति यण् भवति किन्तु सन्धि नास्ति यण् भवति आमां सन्धि नास्ति या या उष्णुवोः उष्णुवोः सर्वदा अस्तृण्वि अस्तृणुवहि अस्तृण्वहि अस्तृणुमहि अस्तृण्महि अस्तृण्महि समीचीनम् देन् विधिलिङ्गिरूपाणि ईत इयाताम् ईरन् सो अस् नाट् अस् स्तृण् स्तृण् स्तृण्वीत स्तृण्वीयातां स्तृण्वीरन् स्तृण्वीताः स्तृण्वीयातां स्तृण्वीध्वं स्तृण्वीय स्तृण्वीवहि स्तृण्वीमहि उत्तमं भगिनि समीचीनं धन्यवादः अग्रे उमा भगिनी वदति वा भगिन्याः अपि श्रूयते वा हा श्रूयते बहु न्यूनं श्रूयते तदेव वदतु भगिनी अग्रिमं करोतु अहं सेल् मध्ये वदामि हा गत्वा आगच्छति वा इदानीं वदति वा वदन्ती अस्ति वा अन्यत् म्यूट् करोतु प्रतिध्वनि प्रतिध्वनि एकः तु म्यूट् करोतु भगिनि अत्र रूपद्वयमपि मारयतु लोट्टि वृणोतु वृणुतां शृण्वन्तु वृणु वृणुतं वृणुत वृणवाणि वृणवाम वृणवाम रूपद्वयम् उक्तवती वा भगिनी अत्र मध्यमपुरुष एकवचने वृणुतात् तात् अपि योजयतु रूपद्वयमस्ति पुनः वदतु अडागमः पुनः वदतु भगिनि अवृण्वन् अवृणुताम् अवृण्वन् खलु रूपम् अवृणोः अवृणुतम् अवृणुत अवृणुवम् अवृणुव अवृणुम पुनः वदतु भगिनि अवृणोः ततः परम् अवृणोः अवृणुतम् अवृणुत अपृणुवम् अपृणुवाव अपृणुवाम न एकवचने अपृणुवम् न अवृणव अवृणवम् पुनः रूपद्वयं मध्यमपुरुषे न मध्यम द्विवचने न न भगिनि अवृणवं समीचीनम् एक एकवचने द्विवचने अवृणुव खलु अवृण्व समीचीनम् इदानीं विधिलिङ्गे समीचीनं धन्यवादः भगिनि अग्रिमम् अनिमा भगिनी करोति वा हलन्तधातवः न वृणुते इत्यस्य किं वृणु इत्यस्य आत्मनेपदीरूपाणि अस्तु श्रूयते किल श्रूयते वृणुते वृण्वाते वृण्वते वृणुषे वृण्वाथे वृणध्वे वृण्वे वृण्वहे वृण्महे वृणुतां वृण्वातां वृण्वतां एकक्षणं भगिनि अत्र लटि उत्तमपुरुषे एक पुनरेकवारं वदतु रूपाणि नौ सोरि वृणवे वृणवे वृण्वहे वृणुवहे वृणुमहे वृण्महे न वृणवे इति नास्ति वृण्वे एव खलु वृणु सोरि तत्र गुणः न भवति आत्मनि पुरुषः अस्ति सो वृण्वे इति एव अस्ति किल वृण्वे एव अग्रिमं वृणुवे वृणुवहे वृणु वृण्वहे रूपद्वयं वृणुमहे वृण्महे लोट्टि वृणुतां वृण्वातां वृण्वतां वृणुष्व वृण्वाथां वृणुध्वम् अत्र गुणः भवति अतः वृणवै वृणवावहै वृणवामहै लङि अवृणुत अवृण्वाताम् अवृण्वत अवृणुथाः अवृण्वाथाम् अवृणुध्वम् अवृण्वि वृण्वि अवृण्वहि अवृणुवहि अवृण्महि अवृणुमहि अवृण्वीत अवृण् सोरि आन वृण्वीत वृण्वीयातां वृण्वीरन् वृण्वीथाः वृण्वीयाथां वृण्वीध्वं वृण्वीय वृण्वीवहि वृण्वीमहि समीचीनं धन्यवादः भगिनी सूर्यकुमारी भगिनी अग्रिमं करोति वा हलन्तधातवः धातु अस्माभिः कृतम् अतः अग्रिमं करोतु भगिनी षग् धातु वा भगिनि षग्हिंसायां सघ् अङ्गमस्ति सघ्नु आत्मनेपदी सघ्नोति सघ्नोति सघ्नुतः सघ् परस्मैपदी शक्नोति शक्नु आत्मनेपदी इति उक्तवती. ओ क्षम्यतां, परस्मैपदी. शक्नोति शक्नुतः शक्नुवन्ति शक्नुवन्ति शक्नुवन्ति उवङ् आदेश शक्नुवन्ति खलु. शक्नु कर्तुम् इच्छति वा भगिनी एकवारं, तर्हि अग्रिमं सर्वं सरलतया आयाति. शक् एव भगिनी एकवारं. शक्नुत अङ्गमस्ति, शक्नोति शक्नुतः शक्नुवन्ति शक्नोति शक्नुतः शक्नुवन्ति उवङ् आदेश उकारः तत्रैव. क्षम्यतां भगिनि, शक्नुवन्ति शक्नोषि शक्नुवः शक्नुतः शक्नुतः शक्नोमि शक्नुवः शक्नुमः एकरूपमेव. समीचीनं. लोट्लकारः शक्नोत् शक्नोतु शक्नुतां. पुनः वदतु भगिनि, शक्नोतु शक्नुतात् शक्नुतां शक्नुवन्तु. शक्नोहि शक्नुतात् वदतु भगिनि, हि योजयित्वा शक्नोहि इति वा. लोट् लकार मध्यं पुरुष शक्नोहि खलु. शक्नुहि अपित् अस्ति खलु, सेर्हि शक्नुहि अपित् शक्नुहि शक्नुतात् शक्नुतं शक्नुतं शक्नुत. तत्र शक्नुवाणि शक्नो भवति अवारेश भवति शक्नवाणि शक्नवा वा शक्नवाम. लङ्लकारः अशक्नोत् अशक्नुतात् क्षम्यताम् अशक्नोत् अशक्नुताम् अशक्नुवन् अशक्नोः अशक्नुतम् अशक्नुत अशक्नो अशक्नो अशक्वम् अशक्वम् अशक्वम् वा शक्नो अम् गुण भवति गुण भवति अशक् अशक्नो योगः अम् अशक्नवम् अशक्नुव अशक्नुव अशक्व अशक्नुव एकमेव रूपम्. आम् सम्यक् तत्समस्ति. अशक्नुव अशक्नुम क्षम्यतां भगिनि. शक्नुयात् शक्नुयातां शक्नुयुः शक्नुयाः शक्नुयातं शक्नुयात शक्नुयां शक्नुयाव शक्नुयाम. समीचीनं, धन्यवादः भगिनि. विजया भगिनी अग्रिमं करोति वा? अस्ति वा भगिनी? आम् आं करोमि. अत्र शग् एव खलु, शग् धातु. अत्र धात्वादेः शः सः इत्यनेन मूर्धनीय शकारस्य स्थाने दन्ते सकारः आगत्य कार्यं करोति. शक्नोति इव एव एतदपि भवति. शक्नोति शक्नुतः शक्नुवन्ति मध्यमपुरुषे एकवचनं शक्नोति शक्नुतः शक्नुत शक्नोमि शक्नुवः शक्नुमः इति भवति शक्नोमि इति खलु धातुः सङ्घ अस्ति खलु आमां चतुर्थगकारः खलु शक्नोमि शक्नोमि सकारः अस्ति खलु सकारः एव शक्नोमि अस्तु इदानीमत्र इदानीमत्र लोट् लकारः अत्र स्तग्नोतु स्तग्नुतात् स्तग्नुता अनन्तरम् अत्र अन्तु अस्ति स्तग्नु स्तग्नुवन्तु इति भवति अनन्तरम् अत्र अत्र अपि हि अस्ति अत्र सग्नु हि अनन्तरं सग्नुतात् इति रूपं द्वयं भवति अनन्तरं सग्नुतं सग्नुत सग्नवाणी सग्नवाव सग्नं सग्नमा सग्नवाणी सग्नवाव सग्नवाम इति भवति अनन्तरम् अत्र लङ् लकारे समीचीनं खलु हा समीचीनं भगिनि अत्र लङ् लकारे सर्वत्र सग्नवाणी न सग्नवाणी एव न सग्नवाणी न किं सग्नवाणी नकारः भवति इति वदति वा दन्त्यनकारः आम् दन्त्यनकारवाणी उक्तवती सग्नवाणी इति उक्तवती खलु सग्नवाणी इति उक्तवती वा न न अत्र सर्वत्र अत्र दन्त्यनकारः एव मूर्धन्यनकारः अत्र किमपि कार्यं नास्ति एव मूर्धन्यनकारः नास्ति अत्र महाप्राणनकारः अस्तु इदानीमत्र लङ्लकारे सर्वत्र अडाकमः भवति अतः तत्र अशक्नोत् अनन्तरम् अशक्नुताम् अशक्नु किमस्ति वन् अशक्नुवन् इति भवति अनन्तरम् अत्र ऋत्वविसर्गो भूत्वा अशक्नोः अशक्नुतम् अशक्नुत अम् अस्ति अत्र अत्र अशग्नवम् इति भवति अशग्नवम् अशग्नवाव न अशग्नुव अशग्नुम इति भवति इदानीमत्र विधिलिङ्लकारे सर्वत्र अत्र हलदि अपित् अस्ति अतः किमपि कार्यं नास्ति वर्णमेलनमेव शक्नुयात् शक्नुयातां शक्नुयुः शक्नुया शक्नुयाः शक्नुयातं शक्नुयात् अनन्तरं शक्नुयाव न न शक्नुयां शक्नुयां शक्नुयाव शक्नुयाम इति भवति समीचीनं भगिनि धन्यवादः शोभा भगिनी अग्रिमं करोति किम् आं भगिनि दघ घातने पालने च दघ् इति धातुः दघ्नु इति अङ्गं दघ्नोति परस्मैपदी एव दघ्नोति दघ्नुतः दघ्नुवन्ति दघ्नोषि दघ्नुतः दघ्नुथ दघ्नोमि दघ्नुवः दघ्नुमः दघ्नोतु दघ्नुतात् दघ्नुतां दघ्नुवन्तु दघ्नुहि दघ्नुतात् दघ्नुतं दघ्नुता दघ्नवाणि दघ्नवाव दघ्नवाम अदघ्नोत् अदघ्नुताम् अदघ्नुता क्षम्यताम् अदघ्नुवन् अदघ्नोः अदघ्नुतम् अदघ्नुत अदघ्नवम् अदघ्नुव अदघ्नुम दघ्नुयात् दघ्नुयातां दघ्नुयुः दघ्नुताः दघ्नुयातां दघ्नुयातं दघ्नुयात दघ्नुयां दघ्नुयाव दघ्नुयाम इति रूपं समीचीनं भगिनि धन्यवादः धन्यवादः इदानीं मीना भगिनी धातु किं भगिनि? समुभक्षणे. शमुभक्षणे शमु चम्नोति चम्नोति चम्नुतः चम्नु चम्नुवन्ति चम्नोषि चम्नुतः चम्नुत चम्नोमि चम्नुवः चम्नुमः तदनन्तरं लोटि चं चं चम्नोतु अथवा चम्नुतात् चम्नुतां तु ताम् अन्तु चम्नुवन्तु चम्नुहि तत्र चम्नुहि अथवा चम्नुतात् चम्नुतं चम्नुत चम्नवाणि चम्नवाणि तत्र चम्नो आनि चम्नवाणि तत्र सर्व एचवयवः चम्नवाव चम्नवाम लङ्लकारे अचम्नोत् अचम्नुताम् अचम्नुवन् अचम्नोः अचम्नुतम् अश्चम्नुत अचम्नवम् अचम्नुव अचम्नुव एकवचने किम् उक्तवती भगिनि? अचम् अचम् अचम्नवम् तत्र अचम् नो अम् अच न ए सार्वधातुकार्धधातुक तदनन्तरम् एच अकारः तत्र अचम् अचम् अचम्नवम् अचम्व अचम्नुम अचम्नुव इति उक्तवती वा न श्रुतवती अचम् अचम्नुव अचम्नुव अचम्नुम हा उत्तमं भगिनि सम्यक् अचम्नवम् परन्तु अचम्नुव समीचीनं सम्यक् वर्णमेलनमेव अत्र विधिलिङ् चम्नुयात् चम्नुयातां चम्नुयात् चम्नुयातां चम्नुयुः चम्नु चम्नुयाः चम्नुयातं चम्नुयात चम्नुया चम्नुयां चम्नुयाव चम्नुयाम यातां युः याः यातं यात यां याव याम समीचीनं भगिनि धन्यवादः भगिनि तत्र मुद्रणदोषमस्ति वा अङ्गं चम्नु अत्र चम्नु इति स्यात् अङ्गं चमु इति अस्ति वा चम्नु इति स्यात् अग्रिम सरस्वती भगिनी करोति वा अशुव्याप्तौ सङ्घाते अशुव्याप्तौ सङ्घाते च अश् भवति ग्लू योजनेन विकरणप्रत्यययोजनेन अश्नु भवति आत्मनिपदरूपाणि ते आते अते अश्नुते अश्नु अश्नुते भवति अश्नुवत् अश्नुवाते अश्नुवते सम्यक् वा समीचीनं अश्नुवाते अश्नुवते अश्नुते अश्नुवाते अश्नुद्वे एकवचन एकवचन किम् उक्तवती मध्यम् अश्नुषे समीचीनं ते आते द्वे तर्हि ते आदेशप्रत्ययतः अश्नुषे भवति न वा षकार भवति न वा सत्यं सत्यं न श्रुतवती अतः पृष्टवती आमां चलति चलति अहमपि सम्भ्रमम् अस्ति मनसि अस्तु अश्नुषे अश्नुवाथे अश्नुद्वे तर्हि अश्नुवे अश्नुवहे अश्नुमहे हा समीचीनं लट् अभवत् इदानीं लोट् अश्नुताम् अश्नुवाग्नि संशयः अस्ति किम् अस्ति भगिनि एतस्मिन् मध्ये अस्ति वा अन्यत् किमपि अस्ति वा अन्य चम्नोषि इति भवति इति उक्तं मया, तत् तत्र आदेशप्रत्ययः किमर्थम् आगच्छति? तत्र उकारः अस्ति खलु, चम्नु इन् कोः इन् मध्ये भवति खलु, ततः परं चम्नु इति अस्ति खलु, चम् इति नास्ति, चम्नु इति अङ्गं, ततः परं सि इति आसीत् खलु, चम्नु इति भवति सार्वजातकात् सूत्रेण चम्नु भवति, तत्र इन्को प्रत्याहारे अस्ति, तत्र इन्कोः इत्यत्र नत्वं इन् इति कियत्पर्यन्तमस्ति, लन् पर्यन्तमस्ति खलु, इन् इति ऐ उन् इति पर्यन्तं नास्ति, लन् पर्यन्तमस्ति खलु, अन्य कोऽपि अन्येषां चिन्तनं किम्? न केवलम् अ इ उन् तत्र अगच्छति, इन् कोः द्वितीयनकारः अस्ति भगिनि, लन् एवं वाकारः लन् पर्यन्तमस्ति वा? आम् आम् लन् प्रत्याहार लन् पर्यन्तम् अस्ति, अतः एव अत्र आदेशप्रत्ययोः प्रवर्तते. अस्तु भगिनी कः, सरस्वती भगिनी, लोटि लोट् ताम् अताम् अताम् ताम् अताम् अताम् तर्हि अश्नुताम् अश्नुवाताम् अश्नुवताम् अश्नुष्व अश्नुवाताम् अश्नुध्वम् ऐ ऐ अश्नवै उत्तमस्ति, आडुत्तमस्ति, पिच अश्नवै अश्नवावहै अश्नवामहे लोट् अभवत्. इदानीं किं लङ् अजादि प्रत्ययः अस्ति अतः आड् अजादीनां, तर्हि अश्नुत अश्नुता पुनः वदतु, आश्नुत आडजादीनां भवति न वा, अजादि प्रत्यय समीचीनं, ततः परम् आश्नुत आश्नुवातां अतम् अतो आश्नुवाताम् आश्नुवत तर्हि आश्नु थाः अश्नुवाथाम् अश्नुध्वम् ईवहिमहि. तर्हि अत्र भगिनी आडजादिनां ततः परम् आटस्य अपि योजित आश्नुधः इत्येव वदति वा, तत्र ह्रस्वत्वं वदति वा? आमाम् आश्नुत सम्यक् न वा, सर्वत्र सर्वत्र वृद्धिः भवति तत्, आमामाम् आश्नुत अश्नुवाताम् अश्नुवत अश्नुवत्थाः अश्नुवाथाम् अश्नुवध्व अश्नुध्वम् प्रथमं तु अश्नुधाः इति उक्तवती खलु, सम्यक् न श्रुतम्, अश्नुथाः अश्नुवाथाम् अश्नुध्वम् तदनन्तरम् इ अस्ति अतः अश्नु अश्नुवहि अश्नुमहि समीचीनम्. इदानीं विधि ईत अश्नुवीत वीत दीर्घ इ अश्नुवीत अश्नुवी अश्नु श्रूयताम् अश्नुवीत इदानीम् अश्नुवीत वीत अश्नुवीत अश्नुवीयाताम् अश्नुवीरन् अश्नुवीथाः अश्नुवीयाथाम् अश्नुवीध्वम् अश्नुवीय अश्नुवीवहि अश्नुवीमहि. समीचीनं भगिनि, धन्यवादः भगिनि. अग्रिमम् अहं करिष्यामि. अह व्याप्तौ अह इति अस्ति. आह् किमस्ति रूपम्? आह्नु, क्षम्यता, आह्नु इति अस्ति. आह्नु अत्र परस्मैपदीरूपाणि अह्नोति अह्नुतः अह्नुवन्ति, अह्नोषि अह्नुधः अह्नुथ, अह्नोमि अह्नुवः अह्नुमः. लोटि अह्नोतु अह्नुतात्, अह्नुताम् अह्नुवन्तु, अह्नुहि अह्नुतात्, अह्नुतम् अह्नुता, अह्नवाणि अह्नवाव अह क्षम्यता अह्नवाणि अह्नवाव अह्नवाम. समीचीनं खलु? परं लङि लङ्लकारे अत्र आडगामः आटश्च वृद्धिः अपि भूत्वा आह्नोत् आह्नुतम् आह्नुताम् आह्नुवन् आह्नोः आह्नुतम् आह्नुत आह्नवम् आह्नुव आह्नुम. पुनः विधिलिङ्गि अह्नु इति एव रूपम् अङ्गम् अह्नु अह्नुयात् अह्नुयाताम् अह्नुयुः अह्नुयाः अह्नुयातम् अह्नुयात अह्नुयाम् अह्नुयाव अह्नुयाम इति रूपाणि. इदानीं सर्वे सर्वेषाम् एकवारं पुनः रौण्ड् जातं खलु? द्विवारम् अभवत्. द्विवारम् अभवत्, अस्तु. विजयलक्ष्मी भगिनी अग्रिमं करोति वा? विद्याभगिनी अस्ति वा इति न जाने. बहु निद्रायाति. करोमि. किम् अस्ति अग्रिममस्ति? कन्दने टिक् आस्कन्दने आक्रमणे गतौ च तिक्नो तिक्नोति शक्नोति तत्र तिक्नोति तिक्नुतः तिक्नुवन्ति तिक्नोषि तिक्नुतः तिक्नुथ तिक्नोमि तिक्नुवः तिक्नुमः अनन्तरं तिक्नुतात् तिक्नोतु तिक्नुतां तिक्नुवन्तु तिक्नुतात् तिक्नुहि तिक्नुतं तिक्नुत तिक्नवानि तिक्नवाव तिक्नवाम अशक्नोत् अतिक्नोत् अतिक्नुताम् अतिक्नुवन् अतिक्नोः अतिक्नुतम् अतिक्नुत अतिक्नवम् अतिक्नुव अतिक्नुम शक्नुयात् शक्नु तिक्नुयात् तिक्नुयातां तिक्नुयुः तिक्नुयाः तिक्नुयातं तिक्नुयात तिक्नुयां तिक्नुयाव तिक्नुयाम. उत्तमं. निद्रां करोति इति उक्तवती, बहु शीघ्रं शीघ्रं आगच्छति. अस्तु अस्तु, तर्हि समानमस्ति खलु प्रक्रिया. हा सत्यं सत्यम्. अस्तु अग्रिमम् उषा भगिनी करोति वा? भगिनि तिग्नु तिग् स्टिग् स्टिग् आस्कन्दने स्टिग् स्टिग् स्टिग्नु इति अङ्गम् आत्मनेपथि स्टिग् स्टिग्नुते स्टिग्नुवाते स्टिग्नुवते एकक्षणं सकारः नास्ति, केवलं तिग्नु इति अस्ति खलु अङ्गं तिग्नु तत् पूर्व तिक् अस्ति ततः परं तिग् अस्ति खलु अस्ति वा नास्ति वा गकारस्येव तिग्नो उच्यते खलु न न न ततः पूर्व स्कन्दने तदनन्तरं तिगा स्कन्दने ततः पूर्वमेकः अस्ति खलु भगिनि तिग् आस्कन्दने इति अस्ति खलु आम् आम् आम् क्षम्यताम् आं भगिनि तिग् आस्कन्दने आक्रमणे गतौ च तिग् समानमेव तिग्नु तिग्नोति तिक्नोति एव समानमेव आम् तिग्नोति करोमि वा अथवा तिग्नोति करोति त्यजतु करोति एकवारं त्यक्तव्यं वा ओके तिग्नोति केवलं तावदेव केवलं श्रुत्वा तस्य परिचयं स्यात् इति ओके तिग्नोति तिग्नुतः तिग्नुवन्ति तिग्नोषि तिग्नुतः तिग्नुत तिग्नोमि तिग्नुवः तिग्नुमः अनन्तरं लोट् अस्ति तिग्नोतु तिग्नुतां तिग्नुवन्तु तिग्नुहि तिग्नुतं तिग्नुत रूपद्वयमपि आम् आम् आम् आम् आम् आम् आम् तिग्नोतु तिग्नुतात् तिग्नुतां तिग्नुवन्तु तिग्नुहि तिग्नुतात् तिग्नुतं तिग्नुत तिग्नवानि तिग्नवाव तिग्नवाम लोटिरूपाणि लङ्गिरूपाणि अतिग्नोत् अतिग्नुताम् अतिग्नुवन् अतिग्नोः अतिग्नुतम् अतिग्नुत अतिग्नुवम् अतिग्नुव अतिग्नुम लङ्गिरूपाणि विद्धिलिङ्गरूपाणि यात् यातां युः तिग्नुयात् तिग्नुयातां तिग्नुयुः तिग्नुयाः तिग्नुयातं तिग्नुयात तिग्नुयां तिग्नुयाव तिग्नुयाम समीचीनं भगिनि अत्र स्थगयामः विद्याभगिनी अस्ति वा हरि ओं भगिनि तर्हि वयमत्र स्थगनं कुर्मः वा अग्रिमसप्ताहे तर्हि धन्यवादः किं भगिनि रेकार्डिङ्ग् सर्वे गच्छन्ति चेत् तदपि स्थगनं भवति भवति धन्यवादः नमस्कारः धन्यवादः भगिनि हा धन्यवादः भगिनि नमस्कारः Thank you. Thank you. Thank you. Thank you.